आस बाद कुछ बलन खाव गणपत कुछ दिए थक जाल उपचाव थाना साक्षी नास्था उसे लाल थक जाल आस बाल आस वांछी में कथल यश कराक्षी आस्ताव शिनी እንደምነሽ ከተሰናበችኝ ከሄድሽ ከቆየሽ ተጠብቅሻለው መች ትመለሻለሽ ለብቸኝነቴ ለብን አልዋሽም እኔ አልዋሽም የእምነት የእውነት ሁለት ቃልን ክጃላ በላሽ ምን ያድዋሽም የሚያመት የውነት ቃልን ከጃዳ ብላሽም አድዋሽም አድዋሽም የሚያመት የውነት ቃልን ከጃዳ ብላሽም